नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति अष्टाध्यायं प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति. तत्र अभ्यासः प्रवर्तमानः अस्ति. अभ्यासे पूर्वं तत्र लट्लकारस्य रूपाणि, तत्र प्रक्रिया कथं भवति, चिन्तनं कीदृशचिन्तनम् इति अस्माभिः परिशीलितम्. लट्लकारस्य चिन्तनावसरे सार्वधातुकप्रक्रिया इति वयं वदामः, यतोहि तत्र लकारस्य स्थाने तिङ् प्रत्ययः कर्त्रार्थक सार्वधातुकप्रत्ययः, यत्र यत्र कर्त्रार्थक सार्वधातुकप्रत्ययः अस्ति तत्र तत्र गणचिन्तनं भवति. धातुः कस्मिन् गणे अस्ति इति विचिन्त्य प्रक्रिया प्रवर्तते. किमर्थम् इति चेत् तत्र गणम् अनुसृत्य विकरणप्रत्ययः विधीयते. धातुः कस्मिन् गणे अस्ति चेत् तस्मिन् गणं तस्मिन् गणे कीदृशविकरणप्रत्ययः इति ज्ञात्वा विचिन्त्य तदनन्तरं प्रक्रिया प्रचलति इति सार्वधातुकप्रक्रिया. लट्लकारस्य लट्लकारः, लोट्लकारः, लङ्लकारः, विधिलिङ्लकारः, एतेषु लकारेषु सार्वधातुकप्रक्रिया. अपि च सार्वधातुकप्रत्ययः इति वदामः चेत् तत्र प्रत्ययः तिङ् वा भवतु कृत् वा भवतु प्रक्रिया समाना भवति. तिङ् तिङन्तप्रसङ्गे यादृशी प्रक्रिया अस्ति तादृशी प्रक्रिया एव अस्ति कृदन्तप्रसङ्गे अपि. कृत् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, कर्त्रार्थे अस्ति, यथा शत्रुप्रत्ययः. धातुतः विधीयमानः प्रत्ययः तिङ् भवति नो चेत् कृत् भवति. उभयत्र प्रत्ययः सार्वधातुकः कर्त्रार्थकः अस्ति चेत् उभयत्र चिन्तनं समानमस्ति. शत्रुप्रत्ययः अस्ति, कर्त्रार्थे अस्ति, सार्वधातुकः अस्ति, तत्रापि धातुः कस्मिन् गणे अस्ति, विकरणप्रत्ययः कः इति तादृशचिन्तनम् एव भवति. अतः चतुर्षु लकारेषु लट् लोट् लङ् विधि लिङ् एतेषु लकारेषु, अपि च कृत् प्रत्ययेषु ये कृत् प्रत्ययाः शितः सन्ति तेषां कृते अपि समानप्रक्रिया, न कोऽपि भेदः. अतः लट्लकारस्य लट् लोट् लङ् विधि लिङ् एतेषु लकारेषु प्रक्रिया कथं भवति इति वयं जानीमः चेत् कृत् प्रत्ययः यत्र सार्वधातुकः अस्ति, कर्त्रार्थे अस्ति, तत्रापि प्रक्रिया वयं जानीमः समानरीत्या अस्ति, किमपि न कोऽपि भेदः इति सार्वधातुकप्रक्रिया. तदनन्तरम् आर्धधातुकप्रक्रिया. पुनः आर्धधातुकप्रक्रियायामपि धातुतः विधीयमानः प्रत्ययः आर्धधातुकः चेत् आर्धधातुकप्रक्रिया इति वदामः. आर्धधातुकप्रक्रियायामपि समानप्रक्रिया भवति. आर्धधातुकप्रक्रियः आर्धधातुकप्रत्ययः तिङ् भवतु नो चेत् कृत् भवतु न कोऽपि भेदः, तत्रापि समानप्रक्रिया. वा प्रत्ययः वा भवतु नो चेत् तत्र आशीर्लिङ्ग्लकारे तिङ् प्रत्ययः भवतु, यत्र तिङ् प्रत्ययः आर्धधातुकः, तत्रापि न कोऽपि भेदः. आर्धधातुकप्रक्रियायां धातुः कस्मिन्नपि गणे भवतु, चिन्ता नास्ति, तत्र विकरणप्रत्ययः नायाति. गणनिमित्तिकविकरणप्रत्ययः नायाति, तत्र लकारनिमित्तिकविकरणप्रत्ययः आयाति. लकारः अस्ति चेत् नो चेत् कृत् प्रत्ययः अस्ति चेत् तत्र तत्र लकारनिमित्तिकप्रत्ययः न आयाति. परन्तु उभयत्र यत्र आर्धधातुकप्रक्रिया इति वदामः तत्र इडागमचिन्तनं भवति, इडागमः भवति न वा इति चिन्तनं भवति इति तत्र वयं दृष्टवन्तः. स्वाप्रत्ययः, मिच् प्रत्ययः, सुमुन् प्रत्ययः, एतेषां रूपाणि अस्माभिः परिशीलितवन्तः. तत्र धातुः कस्मिन् गणे अस्ति इति चिन्ता नास्ति, केवलम् इडागमः भवति वा न वा इति एव चिन्ता आसीत् तत्र. तदनन्तरम् अस्माभिः नूल् प्रत्ययः इत्यपि चर्चितः, ल्युट् प्रत्ययः इत्यपि चर्चितः. ततः अग्रे तप्रत्ययः तवतु प्रत्ययः इति प्रवर्तमानः अस्ति. तत्र अदौ अत्र नी इति धातुः अस्ति, नी धातुतः तप्रत्ययः अस्ति चेत् तत्र किं भवति उषा भगिनि? नियोगः क्रमेण वक्तव्यं. तत्र प्रथमं कीदृशप्रक्रिया, प्रत्ययः कीदृशः, स्वभावः कः, इत्वा नित्वा इत्वा तत्सर्वं वक्तव्यम्. ओके, इत्त इक्त इति इक्त इति नी इति धातु अजन्तधातु, इगन्तधातु, एण्ड् नियोगः इत् त इति किति किङ् इति च इति सूत्रेण गुणा नास्ति. ध इति आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययः तकार बलादि चेत् आर्धधातुकस्य इड् बलादेः इति सूत्रेण इडागम भवितुमर्हति. नियोगः थ नियोगः थ अत्र नी इति ईकारान्त धातु दीर्घ ईकारान्त इडागमः धातु अजन्तधातु पर्याय जनरली दे डोण्ट् टेक् इडागम. सो अत्र इडागमः नास्ति. नियोगः त वर्णमेलनेन एव नीत इति रूपं निष्पन्नं भवति. बहु सम्यक् भगिनि, समीचीनं, बहु सम्यक्. तथैव तत्र इडागम यद्यपि प्रत्ययः वलादिः अस्ति, तप्रत्ययः वलादिः अस्ति, कित् अस्ति, कित् अर्धधातुकप्रत्ययः, अतः कित् नित् प्रत्ययः अस्ति चेत् गुणनिषेधः निति च इत्यनेन तत् उक्तमेव. अपि च नि इति धातुः अनित् अस्ति, चेत् नास्ति, अतः इडागमचिन्तनमपि नास्ति, केवलं योजनं नीतः नीतः नीत इति प्रातिपदिकं नीतः नीता नीतम् इति त्रिषु लिङ्गेषु रूपाणि. अस्तु, सम्यक्. एवमेव तत्र तव तु प्रत्ययं प्रत्ययः कथं भवति, भवती एव वदतु. नियोगः तव तु बलादि अगेन् प्रत्ययः बलादिप्रत्ययः इडागमः भवितुम् अर्हति. नियोग नी धातु अजन्तधातु ईकारान्तधातु, तत्कारणात् अजन्तधातु पर्याय इडागमः न आगमिष्यति. सो नियोगः नियोगः त्वा नीत्वा नीत्वा इति तवतु ओ नी तवतु नीतवत् नीतवत् इति प्रातिपदिकं निष्पन्नं भवति. इक्तवत् नीतवत्. सो नीतवान् नीतवन्तौ नीतवन्तः इति पुल्लिङ्गरूपम् अस्ति. नीतवती नीतवती इति स्त्रीलिङ्गं भवति. नीत नीतवत् इति नपुंसकलिङ्गं भवति. बहु समीचीनं, समीचीनं. अस्तु, अधुना तत्र विमलाभगिनी तत्र पुल्लिङ्गे रूपाणि श्रावयति वा. नीतवान् इति अस्ति. एकनिमिषं भगिनि. सिद्धा अस्ति वा? श्रूयते. मरुत् शब्दवत् इति अस्ति किम्? नीतवत् नीतवतः नीतवान् मरुत् मरुत मरु न तत्र पुल्लिङ्गे प्रथमविभक्तौ एकवचने वैशिष्ट्यम् अस्ति. नीतवान् इति नीतवान् नीतवान् नीतवन्तः नीतवान् नीतवन्तौ नीतवन्तः नीतवन्तं नीतवन्तौ नीतवन्तः नीतवतः केवलं प्रथमपञ्च पञ्चस्थलेषु एव नुमागमः. ओ नीतवान् नीतवन्तौ नीतवन्तः नीतवन्तं नीतवन्तौ नीतवतः नीतवता नीतवद्भ्यां नीतवद्भिः नीतवते नीतवद्भ्यां नीतवद्भ्यः नीतवतः नीतवद्भ्यां नीतवतः नीतवतः नास्ति तत्र बहुवचन किमस्ति. नीतवतः नीतवद्भ्यां नीतवद्भ्यः नीतवद्भ्यः हा अग्रे नीत मरुति नीतवती षष्टि वदतु. नीतवतः नीतवतोः, नीतवतां, नीतवती, नीतवतोः, नीतवत्सु, हे नीतवत्, हे नीतवतौ, भवन्तौ. अच्छा अस्तु. ओ, हे नीतवत्, हे नीतवन्तौ, हे नीतवन्तः. भगिनि तत्र सम्बोधनं चिन्ता नास्ति अत्र. अस्तु, समीचीनम्. अस्तु, तत्र तत्र रमा भगिनी स्त्रीलिङ्गे श्रावयति वा? नीतवती, नीतवत्यौ, नीतवद्यः. बहुवचने किम् अस्ति? नदी, नद्यौ, नद्यः, नीतवत्यः. नीतवत्यः, हा, अग्रे. नीतवती, नीतवत्यौ, नीतवतीः, नीतवत्या. द्वितीयविभक्ति एकवचने किम् अस्ति? नीतवतीं. हा, नीतवतीं, सम्यक्, अग्रे. नीतवतीं, नीतवत्यौ, नीतवतीः, नीतवत्या, नीतवतीभ्यां, नीतवतीभिः, नीतवत्ये, नीतवद्यां, एकवचने, एकवचने. नद्ये, नीतवत्ये, नीतवती. सम्यक्तया वदतु, सम्यक्तया वदतु. चतुर्थी एकवचने. नीतवतीभ्यां, नीतवतीभ्यः, नीतवत्याः, नीतवतीभ्यां, नीतवतीभ्यः, नीतवत्याः, नीतवत्योः, नीतवत्यां, न वतीनां, वतीनां, नीतवत्यां, नीतवत्योः, नीतवतीषु, वतीषु, वतीषु, वतीषु वा, वतीषु. समीचीनम्. अस्तु, तर्हि तत्र रामनाथन् महोदय नपुंसकलिङ्गे वदति वा? आं भगिनि. नीतवत्, नीतवती, नीतवन्ति, नीतवत्, नीतवती, नीतवन्ति, नीतवता, नीतवतभ्यां, नीतवद्भिः, नीतवते. नीतवद्भिः इति अस्ति वा? नीतवद्भिः, हा, अस्तु, अग्रे. नीतवते, नीतवतद्भ्यां, नीतवतभ्यः, नीतवतः, नीतवद्भ्यः, नीतवद्भ्यः, नीतवतः, नीतवतद्भ्यां, वतद्भ्यां नास्ति, नीतवद्भ्यां, नीतवद्भ्यां, नीतवद्भ्यः, नीतवतः, नीतवतोः, वतोः, नीतवतां, नीतवती, पञ्चमी नीतवतः, नीतवतभ्यां, नीतवतभ्यः, नीतवद्भ्यः, नीतवद्भ्यः, नीतवतः, नीतवतोः, नीतवतां, नीतवती, नीतवतोः, नीतवत्सु, हे नीतवत्, हे नीतवती, हे नीतवन्ति. अस्तु, समीचीनम्, समीचीनं. तत्र नीतवत् योगः भ्याम् इत्यत्र, नीतवत् इत्यत्र जष्ट्वं भवति, जलां जशोन्ते, अतः नीतवद् भ्याम्, वद्भ्याम् इति अस्ति. अस्तु, समीचीनं, समीचीनम्. अतः भगिनी, नीतवतीषु किमर्थं तत्र मूर्धनशकारः अस्ति? नीतवती इति तत्र ईकारः अस्ति खलु अन्ते नीतवती तदनम् ईकारः अस्ति इति कृत्वा तत्र षत्वं भवति सकारस्य षत्वम् आदेशप्रत्ययोः इति सूत्रमस्ति तत्र षत्वं भूत्वा नीतवतीषु तासु तु सकार एव तिष्ठति इन् इन् वर्णः अस्ति चेदेव षत्वं भवति आदेशप्रत्ययोः एव न इन्को इन्कोः इन्कोः इति सूत्रेण भगिनि न आदेशप्रत्ययोः इति सूत्रे इन् इति निमित्तमस्ति इन् अथवा कु कवर्गीयवर्णः अथवा इन् प्रत्याहारस्य वर्णः पूर्वम् अस्ति चेत् तत्र सकारस्य षत्वं प्रत्यय अवयवरूपेण विद्यमानस्य सकारस्य षत्वम् अस्तु अस्तु अग्रे सरेम इदानीं भगिनि मम संशयः नीतवत् प्रथमविभक्ति बहुवचने नीतवती अस्ति न नीतवन्ती तु नै कुत्र प्रथमविभक्ति बहुवचने नपुंसकलिङ्ग नीतवत् नीतवती नास्ति वन्ति जगत् जगति जगन्ति तद् अस्तु अग्रे इदानीं चि इति धातुः अस्ति तत्र सुमन् भगिनी वदतु प्रत्यय अस्ति तत् आर्धधातुकप्रत्यय अस्ति कित् अपि अस्ति अतः गुणः न भवति वर्णमे मेलनम् एव भवति चित इति प्रातिपदिकं चितः चिता चितं चित चितत् क्षम्यतां तवतु रूपम् तवत् रूपं तत्र चितवत् भवति प्रातिपदिकं पुल्लिङ्गे चितवान् स्त्रीलिङ्गे चितवती नपुंसकलिङ्गे चितवत् तत्र प्रत्ययस्य स्वभावः कः तत्सर्वं वक्तव्यं खलु क्षम्यतां तत्र अपि क्तवतु अस्ति तदपि आर्धधातुकप्रत्यय अस्ति कित् अस्ति ककारस्य इत्संज्ञा कित् अस्ति अपि च अन्तिम स्वरः तवतु अस्ति खलु तत्र उ अपि उपदेशे आचार्यनासिकसूत्रेण इत् भवति तवत् एव तिष्ठति चितवत् भवति प्रातिपदिकं चितवान् चितवती चितवत् त्रिषु लिङ्गेषु समीचीनं सम्यक् प्रत्ययस्य इडागमचिन्तनम् ओ अत्र इडागम द्वयोः क्तवतु द्वयोः इडागमः प्रसक्तिः अस्ति किन्तु प्रायः चि धातु इडाकुल नास्ति इति चिन्तयामि सत्यं चि धातुः अनेत अस्तु समीचीनं अग्रे उमा भगिनी वदतु दा धातुः प्रश्नः अस्ति भगिनि किं प्रश्नः अस्ति चित् तव त प्रत्ययोजनेन हि धातोः चितः चिता नपुंसकलिङ्गे किं भवति चितं चितम् अस्तु धन्यवादः अस्तु दादातोः रूपाणि चित्तं खलु क्षम्यताम् अहं चित्तत् उक्तवती किम् उक्तवती न चित्तं भवति प्रथमं चित्तम् इति एव चिन्तितवती अनन्तरं किञ्चित् भ्रम अभवत् चित्तत् उक्तवती न तत्र चित्तं किन्तु तवत् तवतु प्रत्यये चितवत् भवति इत्युक्ते रूपं जानीमः चेत् आं सत्यं अस्तु उमा भगिनी अग्रे दातोः डा धातुः त प्रत्ययः योजनेन किम् इति सूत्रेण गुणः निषेधः सो देर् इस् नो गुण आर् वृद्धि सो दायम् प्रत्यये ककारः धातुः कीदृशः इति वक्तव्यं खलु धातुः कीदृशः धातुः अजन्तदातुः अजन्तदातुषु अजन्तदातुषु अजन्तदातुषु अजन्तदातुषु अत्र अत्र अत्र किमस्ति अभ्यास अभ्यासे तत्र प्रश्नः तत्र किम् उक्तं प्रत्येकस्मिन् स्थितौ धातुः कीदृशः धातुः द्वित्वं भवति एकक्षणं मम प्रश्नः कः इगन्तधातुः नास्ति तर्हि अजन्तधातुः इति उक्तवती खलु अजन्तधातुः इगन्तः अस्ति वा इगन्तः नास्ति तर्हि इगन्तभिन्नः इगन्तभिन्नः अस्ति तस्मात् गुणः न सम्भवति तासु प्रिवेण्ट् सत्यम् अग्रे सो एव योजयति अत्र सूत्र दा आकारः दीर्घ आकारः हस्व आकारः तस्मात् दस् इति सम्भवति न न दीर्घाकारः ह्रस्वकारः भवति इति नास्ति तत्र दीर्घकारः दत् भवति इति नास्ति तत्र अस्माकं करपत्रे सूत्रमस्ति खलु दो दत् गोः धातोः स्थाने दत् इति आदेशः भवति सुयोजनेन इति नास्ति तत्र तत्र निमित्तं किमस्ति सूत्रे भूसंज्ञकस्य धा दा इत्यस्य धत् इति आदेशः स्यात् तकारादौ किति परे तकारादौ किति परे अत्र दायोगः तप्रत्ययः तप्रत्ययः कित् अस्ति तकारादिः अपि अस्ति तकारादिः अस्ति कित् अपि अस्ति एषणं दादातोः स्थाने दत् इति आदेशः दत् योगः त इदानीं दत्तः इति कथं जातम् न जानामि दत् महाप्रणतकारः योगः तकारः तत्र सन्धिः अस्ति कोऽपि वदतु चत्वं वा करिष्यामि करीच इति सूत्रेण चर्त्वं भवति अस्माकं वर्गे वर्गे सर्वेषां सन्धि सन्धिसूत्राणां ज्ञानम् अस्ति वा अस्ति स्मरति वा न वा इति प्रश्नः नास्ति स्मरति वा न इति प्रश्नः नास्ति तत्र पठितं न अस्माकं वर्गे न जातम् अस्माकं वर्गे सन्धिचिन्तनं न जातं परन्तु तत्र अन्यत्र कुत्रापि पठितं वा न वा इति प्रश्नः न पठितं चेत् अग्रे पठिष्यामः अस्तु अस्तु अस्तु नास्ति चिन्ता अत्र दा धातोः स्थाने दायोगः त प्रत्ययः तत्र दत् इति आदेशः भवति दो दद् गोः इति सूत्रेण भूसंज्ञकस्य दादातोः दादातोः घु इति संज्ञा अस्ति तत्र सर्वेषां दाधातु षड् षड् धातवः सन्ति दा धा महाप्राणधा तेषां सर्वेषां घुसंज्ञा भवति दादा ग्वदा इत्यनेन घुसंज्ञा भवति तर्हि घुसंज्ञकस्य दादातोः दत् इति आदेशः भवति तकारादि इति परे तर्हि अत्र दत् इति आदेशः दत् योगः त तत्र त इति खर्वर्णः अतः दत् इत्यस्य तकारस्य झल् स्थाने चरादेशः खरीच इत्यनेन अतः दत्तः दत्त इति प्रातिपदिकं दत्तः दत्ता दत्तम् भगिनी करपत्रे कुत्र अस्ति 7446 करपत्रे नास्ति भगिनि, मया एकं पी डि एफ् प्रेषितमासीत् मम ई पत्रे. अस्ति वा भवत्याः पार्श्वे? यः ई पत्रं यदा ई पत्रं प्रेषितमासीत् तत्र एकं पी डि एफ् अस्ति, अहं पुनः प्रेषयामि भवत्याः कृते. दा न मूलरूपं, तत्र तादृशधातुः भिन्नः धातुः, दाप् इति धातुः भिन्नः, दाप् धातोः कुसंज्ञा नास्ति. दाप् इति धातुः कुसंज्ञा नास्ति. अत्र तु दा धातुः, अत्र दा धातुः दा दाने, दा दाने इत्यस्ति, दा डुदैन् दाने इत्यस्ति, दाश् दाने, दास् दाने इति तादृशदातवः. अस्तु, किमस्ति? यु आर् टोल्ड् दट् दादा गुदाप् विल् अप्लै फार् दादातु, विल् अप्लै फार् दादातु फार् फार् तत्र दाप् विहाय दादा ग्व दाप् आप् यत्र दाप् इति अस्ति तत्र न भवति. ओके ओके, अतः दाप् इत्यस्य नास्ति. अस्तु, किमस्ति भगिनि? घूसंज्ञका इति चेत् किम् अस्ति भगिनि, किञ्चित् विवरणं? घूसंज्ञा इति नास्ति, चिन्ता, अग्रे पठामः. घूसंज्ञा इत्युक्ते दा इति धातुः अस्ति खलु, दा धातुः, धा धातुः इति तादृश षड् धातवः सन्ति, तेषां घू इति संज्ञा भवति. घूसंज्ञा भवति चेत् अन्यत्र कुत्रापि घूसंज्ञकानां किमपि किञ्चित् विशिष्टकार्यं भवति इति तादृशमस्ति. केवलं संज्ञा अस्ति, घू इति संज्ञा अस्ति तेषां धातुः. अस्तु धन्यवादः. अस्तु, अत्र किम् उक्तम् अस्मिन् सूत्रे इत्युक्ते ते तादृशघूसंज्ञकानां, तादृशघूसंज्ञकानां दत् इति आदेशः भवति इति उक्तम्. अस्तु अस्तु, तर्हि अग्रे एवमेव तत्र तव तु वदतु. दा योगः तव तु सूत्रेण दत् भवति. अत्र आसीत् किं किङ् इति सूत्रेण गुणनिषेधः न दासु इति धातुः आसु अनुकूलः नास्ति, दागम् अनुकूलः नास्ति, अण्ड् दा योगः तव तु दत्तवत् इति आगच्छति. सो दत्तवान्, दत्तवती, दत्तवत्. अस्तु, समीचीनम्. अस्तु, अग्रे विजयलक्ष्मी भगिनी, अग्रे गै धातुः. गै धातु, तत्र विशेषसूत्रम् अस्ति खलु, गै इत्यस्य गा इति भवति, घुमास्था गापा जहाति सां हलि, यत्किमपि कृदन्त तस्मात् पूर्वं, तस्मात् पूर्वम् आकारः आदेशः भवति, भवती गतवर्गे भवती श्रावयति, स्मारितवती. आम् आम्, आदेश उपदेशे अशिति इति सूत्रेण गै इत्यस्य आत्वं भवति, गा इति रूपं भवति. अनन्तरं गा योगः भगिनि, प्रत्ययः गा योगः क्त, अत्र निति च इति गुणस्य निषेधः, प्रसक्तिः अपि नास्ति, गुणस्य निषेधः अपि अस्ति. गा योगः त, ककारस्य लोपः जातः. गातः इति भवति वा भगिनि? गातः इति नास्ति खलु, रूपं किमस्ति लोके? गीतः इति वा? हा, गीतः इति इत्युक्ते तत्र गा इत्यस्य कथञ्चित् ईकारः स्यात्, ईकारः स्यात्, तदर्थम् अत्र सूत्रमस्ति खलु, घुमास्ता गापा जहाति सां हलि, तद्वा? अस्तु, घुमास्ता, तत् सूत्रं किं वदति? तत् सूत्रं वदति घुसंज्ञकानाम् अङ्गानां मा स्था गा पा जह हा सा इत्येतेषां हलादौ निति प्रत्यये परतः ईकारादेशो भवति इति. ओ अत्र प्रत्यय तु कका क्तः क्त अस्ति तत् आदौ क अस्ति इति कृत्वा ङिति इति प्रत्ययः प्रत्ययेषु गणना भवति. अत्र गा इत्यस्य तर्हि घी इति भवति त योजनेन गीत इति रूपम् आगच्छति. अनन्तरं गीतः गीता गीतम् इति पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे. अपि च इडागमचिन्तनं किमस्ति? घी गा धातु इडा इड्वा इति न जाने, एकवारं दृष्ट्वा वदामि. अनितेव अस्ति भवती एकवारम् उक्तवती एकाचो भवति चेत् प्रायः अनिट् एव भवति इति धातु तत्र अजन्तदातवः अजन्तदातवः एकाचः प्रायेण अनितः तत्र केवलं चतुर्दश दातवः एव सेटः अजन्तधातुषु केवलं चतुर्दश इत्युक्ते तत्र सर्वे ऊकारान्तदातवः सर्वे ऋकारान्तदातवः दीर्घऋकारान्तदातवः ते दातवः सेटः अपि च आकारान्तदातवः सर्वे अनितः आकारान्त अजन्तदातवः अनितः. अनन्तरम् ईकारान्तेषु ह्रस्व इकारान्तेषु नास्ति सर्वे अनितः. दीर्घ इकारान्तेषु तत्र द्वौ धातु एव स्तः शीङ् डीङ् इति अस्ति. ह्रस्व इकारान्त धातुषु सर्वे न द्वौ धातु स्तः तत्रापि. अनन्तरं ह्रस्व उकारान्तदातु षड् धातवः सन्ति इति तत्र केवलं परिगणितदातवः एव सेत् प्रायेण सर्वे अजन्तदातवः अनितः अस्तु. अत्र गाधातोः तत्र गै इति धातुः अस्ति. प्रथमम् आदेश उपदेशे शिति इति सूत्रेण सर्वे अजन्तदातवः अर्धधातुकप्रक्रियायाम् अत्वं प्राप्नुवन्ति. अतः तत्र किं भवति गै इत्यस्य ऐकारस्य स्थाने अत्वम् अर्धधातुकप्रक्रिया अस्ति तप्रत्ययः. अतः अत्वं भवति गा इति अस्ति गायोगः तप्रत्ययः. गा इति विशिष्टः धातुः. अतः गुमास्ता गापा जहाति सां हलि इति सूत्रेण तत्र गा इति धातुः अपि उल्लेखितः अस्ति तत्र. अतः गायोगः तप्रत्ययः. तप्रत्ययः कीदृशः इति चेत् हलादिः अस्ति हल् आदौ अस्ति अपि च कित् अस्ति इति कृत्वा गा इत्यस्य स्थाने ईकारादेशः भवति अन्तिमवर्णस्य. अतः गी योगः त गीत इति रूपम्. भगिनि भगिनि किमर्थं गुमास्ताकानाम् धातु गीत भवति परन्तु मा धातु मित स्था धातु स्थित भवति ह्रस्वैकारमेव भवति किमर्थम् इत्युक्ते तत्र अन्यसूत्रमस्ति द्यतिष्यति मा स्थामीति इति. अस्तु अग्रे सरेम इदानीम्. एवमेव तत्र एवमेव तवत् रूपमपि भवति. रूपं वदतु. गीतवत् गीतवान् गीतवती इति. समीचीनम् इति अस्ति. अस्तु इदानीम् अस्माकम् अवधानं कुत्र इति चेत् तत्र अस्माकं लक्ष्यं किं सर्वदा मनसि भवेत्. नो चेत् वयम् अन्यत्र सर्वत्र गच्छामः. अस्माकं लक्ष्यं किम् अर्धधातुकप्रक्रिया वा न वा तत्र कीदृशकार्यं प्रत्ययः कीदृशः कित्वा नित्वा इत्वा इति तादृशज्ञानम् इदानीम् अस्ति चेत् पर्याप्तं. कीदृशसूत्रं कुत्र कार्यं करोति इति कृदन्तविषयः अस्ति. यद्यपि अधुना किञ्चित् पठामः परन्तु स्मरणे न भवति यतोहि तत्र अभ्यासः आवश्यकः. अतः तादृश अभ्यासः इदानीं न भविष्यति. इदानीं तु केवलम् अस्माकं प्रक्रिया कीदृशी इत्येव चिन्ता अस्ति. अस्तु ततः अग्रे मा धातुः. मा धातुः अत्र वसन्ति भगिनी वदतु. अस्तु जि मा योग योगः प्रत्यय प्रत्यय इति आर्धधातुकः कित् प्रत्यय निति च इति सूत्रेण गुण बाधकवद् भवति, सो गुणनिषेधः भवति. यत्र यत्र गुणनिषेधः भवति इति वदामः, परन्तु तत्र इगन्त् अङ्गमस्ति वा इत्यपि चिन्तनीयम्. एवमेव गुणनिषेधः भवति इति वदामः चेत् तत्र समीचीनम्. ओके ओके, आकारान्तदातः अनिट् दातु, सो गुण न भवति, गुणः न भवति. सो ईडागमः अनुकूलः, ता प्रत्यय वलादि आर्धधातुकः, बट् धातु अनिट् आकारान्त अजन्तधातु, सो सर्वे अनिटः, सो इडागमः न भवति. सो मा योगः थ इति सो आकारान्त धातु. तत्र तु वस्तुतः तत्र इदानीमेव चर्चितं खलु, तत्र गोमास्ता गापा जहाति सांहलि इत्यस्य अस्ति, हलि अस्ति, किति अस्ति, परन्तु तत् सूत्रं प्रबाद्य अत्र द्यतिस्यति मास्तामिति किति इति सूत्रेण तत्र मा धातोः ह्रस्वैकारादेशः भवति तकारादौ किति प्रत्यये परे. अत्र तु तप्रत्ययः कित् अस्ति, तकारादिः अपि अस्ति, अतः निमित्तं पूरितम् अस्ति. सूत्रं किं भगिनि, सूत्रं किं? द्यति द्यतिस्यति मास्तामिति किति, अत्र करपत्रे अस्ति तृतीयं सूत्रं, तृतीयं सूत्रं, तेन सूत्रेण तस्व इकारादेशः भवति. सूत्रं तत्र किमपि नास्ति, तत्र मा परिगणितधातुः धातवः सन्ति, द्यतिस्यति इति तत्र द्यति इति तत्र शनि दिवादिगणे, दिवादिगणे धातुः अस्ति, स्यति अपि दिवादिगणे धातुः अस्ति, मास्ता एतेषां ह्रस्व इकारादेशः भवति तकारादि किति परे. अतः अत्र रूपं किं भवति, मी भवति, मी तर्हि रूपं मीठः मिता मितं मितं मित इति प्रातिपदिकं, मितः मितं मिता इति अस्ति. तव तु रूपं, तव तु रूपं सेम् आर्धधातुक कित् प्रत्यय, सो वलादि इति, बट् धातु अनित्, सो इडागमः न भवति. सो मा योगः तव तु मा बिकं सा मी ह्रस्व इकारः आदेशः भवति, सो मी योगः तवत् मितवत् मितवान् मितवती मितवत् इति त्रिलिङ्गेषु इत्यादि रूपाणि. अस्तु समीचीनम्. अस्तु अग्रे बुद्ध वंशी भगिनी वदतु. नमस्ते भगिनि. नमस्कारः. बुद्ध इति धातुः अस्ति, तत्र त प्रत्यय, तत्र तपत्रेषु ककारः लशक्वतदिति इति सूत्रेण अपगच्छति, त एव अवशिष्यते, तकारः एव अवशिष्यते. तत्र कित् अस्ति आर्धधातुक, यद्यपि षित् तिङ्क्षित् नास्ति, अतः आर्धधातुकप्रत्ययः अस्ति, आर्धधातुक कित् इति तस्य प्रत्ययस्य रूपमस्ति. तत्र भुद् इति धातु सेट् अस्ति, अतः इडागमस्य चिन्तनमपि करणीयमेव. तर्हि प्रथमं तु भुद् योगः त, त इति तत्र तु यदि यदा आर्धधातुकप्रत्ययः अस्ति तत्र गुणस्य प्रसक्तिः अस्ति, अतः पुगन्तलघुपदस्य च इत्यनेन भुद् इत्यस्मिन् उकारस्य गुणः भवति, अतः भोद् भवति, भोद् एकक्षणम्. अत्र तपरत्यः कीदृशः, कित् अस्ति, कित् अस्ति, अस्तु आर्धधातुकप्रत्ययः अस्ति परन्तु कित् अस्ति, गुणः न भवति, तत्र पुगन्तलघुपदस्य च इत्यनेन अपि न भवति. Mm. कित् अस्ति, तर्हि केन सूत्रेण भवति भगिनि? बोध् इति भवति, परन्तु बोधितः रूपं, परन्तु कित् अस्ति, तत्र गुणः न भवति अत्र. रलो युपथा हलादेः पंश्च सूत्रं अस्तु. आम् आं सत्यं, तत् न अवगच्छामि भगिनि, क्षम्यतां. तत् सूत्रस्य उकार उपदा च धातोः रलन्तात् हलादे इत्युक्ते तत्र रल् अन्तः भवति वा धातोः? रल् अन्तः इत्युक्ते रल् प्रत्याहारस्य वर्णः. सर्वेषु यार विहायः यारालविहाय सर्वेषु सर्वाणि, क्षम्यतां, सर्वाणि व्यञ्जनानि भवन्ति तत्र. अस्तु, हलादेः ललन्तात् हलादे, हलादे कस्य हलादे भवति तत्र? धातोः हलादेः, हलादिधातुः. धातोः विशेषणानि एतत् हलादिधातुः, रलन्तधातुः, इकारोपदधातुः, उकारोपदधातुः, सर्वाणि विशेषणानि. सर्वाणि विशेषणानि, अस्तु. तर्हि हा अस्तु, क्षम्यतां. रलो व्यपुधात् हलादे संश्य इति सूत्रेण तत्र बुद् इत्यस्मिन् उकारः उकार उपधा अस्ति, अपि च बुद् तत्र रलन्तधातु अस्ति, अपि च बकारः हलादि धातु अस्ति, अतः एतस्य सूत्रस्य प्रसक्तिः अस्ति. तदनन्तरं अतः बोद् इति भवति, बोध्योगः बोध्योगः तत्र इडागमस्य चिन्तनमपि भवितुम् अर्हति, यतोहि धातु सेट् अस्ति, अपि च प्रत्ययः अपि सेट् अस्ति, अतः तत्र प्रत्ययः तु तकारः अस्ति, अर्धधातुकस्येड् वलादे इत्यस्य वल् प्रत्याहारस्य वर्णः अस्ति, अतः इडागमस्य प्रसक्तिः अस्ति, अतः बोधि इति भवति, बोधियोगः बोधितः इति भवति भगिनि अन्तिमरूपं. बोधितः इति अस्ति अत्र, वस्तुतः विकल्पेन भवति, कित् विकल्पेन भवति, अतः बोधितः इत्यपि भवितुमर्हति, परन्तु लोके सामान्यतया बोधितः इत्येव वयं पश्यामः. ओ अस्तु भगिनि, बोधितः रूपम् अस्ति न बोधितः न बोधितः इति अस्ति खलु, बोधितः इति रूपम् अस्ति, बोधितः इति रूपम् किं कल्पद्रुम बुधितः इत्यपि रूपमस्ति तत्र. तत्र सूत्रे विकल्पेन भवति इति उक्तं खलु, कित् विकल्पेन भवति, हा. रलो व्यपदात् दलादेः संश्च इति सूत्रं करपत्रे अस्ति, अन्ते वा इति अस्ति, विकल्पेन भवति, अतः एकस्मिन् भगिनि तत्र त्वाप्रत्ययम् उक्तं खलु तद् भगिनि, कित् अपि अस्ति किल, कित् अस्ति किन्तु त्वाप्रत्ययपदे, त्वाप्रत्यय इत्येव उक्तमस्ति तत्र, सत्यं. तर्हि अत्र अत्र किमपि अन्यत् सूत्रं स्यात्, न त्वा च सेट् वा कितौ भवतः इति उक्तं किल न भगिनि, त्वा इत्यस्य विषये अस्ति, सत्यं, तत्र त्वा इत्यस्य एव विषये अस्ति. अत्र बुद्धधातोः तत्प्रत्ययः तवतु प्रत्ययः अत्र विकल्पेन अपि न भवति, अत्र बुधितः हि रूपम् अस्ति, बुद् योगः इत गुणनिषेधः भवति इति च कारणात् बुधितः इति रूपम् अस्ति, परन्तु एकक्षणं, सेटौ वा कितौ स्तः इति अस्ति, वा इत्युक्ते विकल्पेन स्म, एकक्षणं भगिनी, बुद्धातु दिवादिगणे अपि अस्ति खलु, हा, इत्युक्ते अत्र बुधितः इति रूपं समीचीनमस्ति, बुधितः इति रूपं समीचीनमस्ति, वस्तुतः रलो व्यपुदा दलादेः संशय इति सूत्रं तु त्वाप्रत्ययस्य कृते एव अस्ति, अत्र नास्ति, समीचीनं, त्वाप्रत्ययस्य कृते अत्र नास्ति, अतः बुधितः इत्येव रूपम् अस्ति, बोधितः इति रूपं तु त्वा तत्र निच् प्रत्ययान्तरूपम् अस्ति. कल्पद्रुमा पुस्तके अपि लिखितमस्ति, बुद्ध योगः निच् योगः सत्यं सत्यं, निच् योजनेन तत्र बोधितः इति भवति, परन्तु सामान्य बुद्ध अस्ति चेत् तत्र बोधितः इति अपि समीचीनम् अस्तु. भगिनी अत्र तु न प्रसक्ति, किन्तु रलो व्युपधादलादेः संश्च इति किञ्चित् विवृणोतु भगिनी. अहं तत्र त्वाप्रत्ययस्य कृते अस्माभिः चर्चितं खलु, तत्र धातुः कीदृशः भवेत् इति चेत् हलादिः भवेत् धातुः, यस्य आदौ हल् वर्णः अस्ति, अनन्तरं रलन्तः भवेत्, धातोः अन्ते रल् प्रत्याहारस्य वर्णः भवेत्, अनन्तरम् उपधायाम् इकारः भवेत् उकारः भवेत्, तादृशधातुः अस्ति. तस्य अनन्तरम् अत्र त्वाप्रत्ययः अस्ति, त्वाप्रत्ययः त्वाप्रत्ययः सेट् अस्ति, तादृशत्वाप्रत्ययः अस्ति, तादृशत्वाप्रत्ययः कित् विकल्पेन भवति. इत्युक्ते सामान्यतया त्वाप्रत्ययः कित् अस्ति, परन्तु अत्र विकल्पेन त्वाप्रत्ययः भवति. इत्युक्ते एकस्मिन् पक्षे कित् न भवति. कित् न भवति इति चेत् तत्र प्रयोजनं किं? गुणः भवति. करपत्रे दत्तमस्ति खलु, रलो व्यपुधात् दलादेः संश्य इति अस्ति भगिनि, पश्यतु अस्ति, पश्यतु अत्र ह्यः मया प्रेषितं खलु, तत्र पश्यतु न न पीडिएफ् पीडिएफ् ह्यः यदा तत्र ई पत्रं प्रेषितं तत्र अस्ति, पश्यतु. प्रक्रियार्थसूत्राणि नेड् वशीकृति न, नूतनमस्ति खलु, परिष्कृतमस्ति, पश्यतु. किम् अस्ति गीताञ्जलि भगिनि? अरे भगिनि, त्वा विकल्पेन कित् भवति इत्युक्ते प्रत्ययस्य स्वभाव एव क अपगच्छति तत्र. हा, इत्युक्ते प्रत्ययस्य स्वभावस्य परिवर्तनं भवति. इत्युक्ते यद्यपि त्वा अस्ति, इदानीम् अकित्वम् अध्यारोप्यते, तत्र अपित् प्रत्यये यथा नित्वम् अध्यारोप्यते, एवमेव कित् प्रत्यये अकित्वम् अध्यारोप्यते इति अतिदेशः अस्ति. इत्युक्ते किमपि प्रत्यय कित् अस्ति चेत् अत्र इति सूत्रेण यदि प्रसक्तिः तु कित् अपगच्छति तत्र, अकित्वम् अपगच्छति तत्र, अकित्वम् आगच्छति. अस्तु भगिनि, धन्यवादः. तर्हि भगिनि तत्र त्वा इति प्रत्यये बोधित्वा अपि च बुद्ध्वा इति रूपद्वयं भवितुम् अर्हति किल? तत्र बुधित्वा बोधित्वा इति उक्तं खलु, बुधित्वा बोधित्वा, बुधित्वा बोधित्वा वा, अस्तु, बुद्ध्वा नास्ति वा? बुद्धि इति बहवः दातवः सन्ति भगिनि. ओ अस्तु अस्तु, आम् आं सत्यं, बुद्धि इति बहवः दातवः सन्ति, तत्र बुधित्वा अस्ति, सामान्यतया बुधित्वा अथवा बोधित्वा, सर्वे दातवः सेट् इति नास्ति खलु, बुद्ध धातु धातुषु सर्वे दातवः सेट् इति नास्ति. तर्हि तव तु रूपं किं भवति, बुद्धवान् भवति वा, बोद्धि बुधितवान् इति अस्ति, बुद्धितवान् इडागमः भवति, ओके, बुद्धितवान् अस्तु, बुद्धितवान् बुद्धितवत् इति अस्ति. तत्र बुद्धदातोः इतोपि किञ्चित् पश्यामि अनन्तरम्, अत्र सन्देहः अस्ति अस्माकं, तर्हि अग्रे सरेम इदानीं. लिक् धातुः कोमेला भगिनी कर्तुमिच्छति वा? प्रयत्नं करोमि भगिनि. लिक् धातु सेट् धातुः अस्ति, अतः अतः इडानुकला धातुः अस्ति. सप्रत्यय अर्धुधातुक कित् प्रत्ययः अस्ति, वलादि अपि अस्ति, वशादि नास्ति, अतः तदपि ईडनुकूल प्रत्ययः अस्ति, अतः तत्र इडगम चिन्तनं करणीयम्. अधुना लिक् योगक्त त कित् अस्ति इति कृत्वा गुणनिषेधः तत्र, यतोहि धातु लघु उपदा अस्ति, ककारस्य लर्षक तद्धिते इत्यनेन इत् संज्ञा भूत्वा लोपो भवति, त एव अवशिष्यते लिक् योगत. अधुना तत्र इत् आगच्छति, टकारस्य हलन्त्यम् इत्यनेन लोप भूत्वा लिक् योग इत लिखित इति रूपं प्रातिपदिकं निष्पन्नम्. लिखितः लिखिता लिखितम् इति रूपं रूपाणि सिद्ध्यन्ते. समीचीनम्, समीचीनम्. अत्र बुद्धधातुः किमपि विशिष्टधातुः अस्ति भगिनि, वंशि भगिनि, बुद्धधातुः इदानीं पश्यामि. बुद्धधातोः बुद्ध अवगमने इति भवादिगणीयधातुः सेट् अस्ति तत्र बुधितः बोधितः रूपद्वयमपि अस्ति बोधितः इति रूपं निजन्तरूपम् अपि अस्ति बोधितः इति अत्र केवलं सामान्यरूपमपि बोधितः इति रूपम् अस्ति भगिनी भवती प्रायः बुद्धं बुद्धं किं पृच्छति खलु तत् कीदृशं रूपं बुद्धम् इति तत्र तु बुद्धधातुः अनिट् धातुः अस्ति बुद्धधातुः यत्र अनिट् अस्ति दिवादिगणीयधातुः बुद्ध अवगमने अनिट् धातुः बुद्धयोगः तत्र बुद्धः इति सन्धिं कृत्वा बुद्धः इति रूपमस्ति तत्र इडागमः नास्ति परन्तु यस्मिन् धातौ इडागमः अस्ति तत्र रूपद्वयम् अस्ति बोधितः बुधितः इति इति तत्र अन्यत् सूत्रमस्ति उदुपदात् भावादिकर्मणोः इति सूत्रमस्ति तत् तत् दृष्ट्वा स्थापयामि धातुद्वयम् अर्थः समानमेव किल बोधित्वा बुधित्वा भिन्नः रूपद्वयम् अस्ति लोके अर्थः समानः रूपद्वयम् अस्ति लोके तदर्थं भिन्नभिन्नगणेषु स्थापितः बुध्यते इति भवति आत्मने अस्तु अग्रे सरेम कुत्रचित् शुनकः भषति न जाने कस्य मम गृहे भवत्याः गृहे वा अस्तु पमेला भगिनी उक्तवती अत्र लिक्तिरि धातुः स्पष्टं पट् धातुः गीताञ्जलिभगिनी वदतु अस्ति वा भगिनि अस्तु जयलक्ष्मी भगिनी क्षम्यताम् अहं तु म्यूट् मध्ये वदामि अस्तु क्षम्यतां भगिनि पट् इति तु वलादि अस्ति सेट् अस्ति पट् वलादि अस्ति वा किं वलादि अस्ति पट् वलादि नास्ति भगिनि न कुत्र वलादि वा न इति द्रष्टव्यं धातुः वा कुत्र ओ पट् धातु भगिनि तत्र पट् धातु इति आर्धधातुकस्येट् वलादे इति सूत्रेण इडागम इडानुकूल धातु भवति इत्युक्ते आदौ वल् अत्र कुत्र वल् अस्ति पट् कुत्र तत्र वलादिः वा कुत्र द्रष्टव्यं धातौ नास्ति प्रत्यये द्रष्टव्यम् अस्तु अस्तु क्षम्यतां भगिनि हा हा णि णित् इत्युक्ते अस्ति अधुना तु अपि इडानुकूल अस्ति वलादि अस्ति क्षम्यतां भगिनि अपि च पठ् धातु तु पठ् अपि सेट् भवति काच् अस्ति कथं सेट् भवति तत्र कथं सेट् भवति इति प्रश्नः उचितः नास्ति प्रश्नः सेट् अस्ति धातु कथं सेट् भवति इत्युक्ते तत्र एकादश उपदेशेन दात्तात् इति सूत्रेण अनुदात्तस्वरः नास्ति अतः अनुदात्तस्वरः नास्ति हा तथा सेट् अस्ति विस्मरामि वारं वारं विस्मरामि भगिनि क्षम्यता चिन्ता भगिनि अतः एव उच्यते शास्त्राध्ययने श्रमः आवश्यकः एकमासपर्यन्तं व्याकरणं न पठामः चेत् सर्वं विस्मरामः न्यायशास्त्रे प्रतिदिनं पठनीयम् एकं दिनमपि न पठामः चेत् विस्मरामः आं भगिनि सत्यम् अस्तु अत्र तु पठ् योगः सेट् अस्ति ता प्रत्यया अपि इदानुकूल अस्ति कित् भवति अर्धधातुकप्रत्ययः अस्ति तदनन्तरं पठ् पठि भवति कित् भवति चेत् ता तिष्ठति पठितं तव तु प्रत्ययः अपि तथैव हा तथैव पठितवान् पठितवत् पठितवती इति रूपाणि आया सूत्रं तत्र करपत्रे स्थापयामि अनन्तरं स्थापयामि तत्र सूत्रम् अस्ति उदुपदात् भावादिकर्मणोः इति अस्ति उदुपदात् भावादिकर्मणोः इति अस्ति प्रथमाध्याये द्वितीयपादे एकविंशतितमं सूत्रम् इति अस्ति इति चिन्तयामि इदानीम् अनन्तरं तत्र दृष्ट्वा तत्र वदामि. बुद्धिः विशिष्टधातुः अस्ति, तत्र बहु किमपि प्रचलति तत्र. अस्तु, इदानीम् अग्रे तत्र तत्र अनियर् प्रत्ययः, अनियर् प्रत्ययः तत्र मीना भगिनी वदतु. नी धातुः झटिति वक्तव्यं, तत्र गृहपाठः आसीत् खलु, अतः सर्वे झटिति वक्तव्यं. भगिनी मीना, मम नाम उक्तमासीत् ततः पृष्टवती. ओ अस्तु अस्तु, क्षम्यताम्. अत्र वदतु भवती, वदतु मीना भगिनी अग्रे वक्ष्यति. आं भवती वदतु. क्षम्यताम्. अनियर् प्रत्ययः, तत्र बहवः प्रश्नाः आगच्छन्ति अतः मम विस्मरणं जायते, वदतु. कृत् अस्ति, अनियर् प्रत्ययः कृत् अस्ति, आर्थधातुकं च अस्ति. अनन्तरं कित् ङित् ङित् ङित् भिन्नः प्रत्ययः अस्ति, अतः गुणः भवति इति वक्तुं शक्यते. अनन्तरं प्रत्ययः आर्थधातुकस्य ऐड् वलादेः इत्यनेन वलादिः नास्ति, आ इति अस्ति, अतः वलादिः नास्ति, इडानुकूलः अपि नास्ति, अतः नेड्वशीकृति इत्यस्य चिन्तनं न भवति. सम्यक् वा? अस्तु. रेफस्य लो इत्संज्ञा भूत्वा तस्य लोपः च भवति, अनीय इति रूपं तिष्ठति. इदानीं धातुः नी इति अस्ति, नी इति धातुः अनिट् अस्ति, इगन्धधातुः अस्ति. नियोग अनीयर्, नियोग अनीय, अत्र गुणः भवति, गुणः सार्वधातुक अर्थधातुकयोः इति सूत्रेण भवति. नी इत्यस्य ने इति रूपं, नियोग अनीय. इदानीम् एचो यवायावः इति सूत्रेण नय् इति भवति, एकारस्य स्थाने अय्य, न योग अय्य, नय् योग अनीय, नयनीय इति प्रातिपदिकम्. नयनीयः, नयनीया, नयनीयम् इति पुल्लिङ्गस्त्रीलिङ्ग नपुंसकलिङ्गं च. हा समीचीनं, बहु सम्यक्. अग्रे मीना भगिनी. चीदातु भगिनि, चीदातु योगः अनीय, रकारः लोपः अहलत्यमिति कारणेन अनीय इति अवशिष्यते. नी अनीय, अनीय इति प्रत्ययः कित् नास्ति, कित् नास्ति, आर्धधातुक प्रत्ययः अस्ति, परन्तु कित् भिन्नः अस्ति, तस्मात् गुणः भवितुं शक्यम्. अनिय चि योगः अनीय गुणः भवति, चे अनीय, चे अनीय, एचो यावः इति चै अनीय, चयनीय इति रूपम् अवशिष्यते. अतः चयनीयम् इति चयनीय, चयनीयं, चयनीय, चयनीय, चयनीयः, चयनीय इति प्रातिपदिकम्. समीचीनम्. अस्तु, अग्रे गीत गीता भगिनी. दातु नयनीयेव उक्तमासीत्. ओके ओके, सोरि, देन् ऐ डिडन्ट् हियर् प्रापर्ली. गीता भगिनी अग्रे. नमस्ते भगिनि. द अस्ति धातुः, अनीय अस्य आर्धधातुकं, न श्रूयते भगिनि, वदति वा? मम ध्वनिः श्रूयते वा? आम्. गीता भगिनी न श्रूयते. नो, आम्. अस्तु, तर्हि वासुदेवन् महोदय वदतु. शब्दः दा धातुः दायोगः अनियर् दायोगः दायोगः अनियर्प्रत्ययः आर्धधातुः अस्ति आर्धधातुकप्रत्ययः अस्ति कित् नास्ति ङित् नास्ति ङित् ङित् भिन्नः अस्ति अतः गुणः भवति गुणः गुणविषय गुणः कथं भवति दा दा आकारान्तं किल गुणः न भवति दा योगः अनियः दा दानीयः दानीय दानीय इति प्रातिपदिकं दानीयः दानीया दानीयम् इति अन्यानि रूपाणि किमपि नास्ति अत्र कार्यं तत्र धातुः अन्यत् भवती भवती भगिनी मम एकः प्रश्नः अस्ति बलवत् शब्दं कथं बलवान् भवति किं बलवत् शब्दं बलवत् शब्दं गुणवत् शब्दं कथं गुणवान् बलवान् भवति गुणवान् तत्र तत्र नुमागमः भवति तत्र उगितचां सर्वनामस्थाने धातोः सूत्रेण नुमागमः भवति तत्र यतोहि तव तव तु प्रत्ययः उगित् अस्ति अतः नुमागमः भवति अपि च उपदा दीर्घः अपि भवति तत्र धन्यवादः भगिनि अत्र दा तस्मिन् सूत्रे निमित्तं किम् इति एकवारं पश्यतु अग्रे गोमती भगिनी अग्रे किं प्रश्नः अस्ति वा प्रश्नः नास्ति मीना भगिनी तत्र निमित्तं किम् इति दृष्ट्वा वदतु अग्रे गोमती भगिनी वदति तदनन्तरं भवती वदतु निमित्तं किं तस्मिन् सूत्रे गोमती भगिनी विच् सूत्रं भगिनी न इदानीं गै धातोः रूपं वदतु गै योगः अनियत् गै गै धातुः एजन्तधातुः अस्ति तत्र किमपि इत्सज्ञकः कुत्रापि नास्ति गै एव अस्ति गै आदेश उपदेशे अशिति इति सूत्रेण गै इत्यस्य आत्वं भूत्वा गा इति भवति प्रत्ययः तु अनियर् अस्ति अनियर् आर्थधातुकप्रत्ययः कृत् प्रत्ययः अस्ति तत्र लोपः भूत्वा हलन्द्यं तस्य लोपः भूत्वा अन्य एव तिष्ठति तत् कित् नास्ति ङित् नास्ति ङित् नास्ति ङित् भिन्नः अस्ति गुणः भवितुम् अर्हति अतः तत् सेट् नास्ति अनित् अस्ति किमर्थं चेत् स्वर अक्षरस्य आदौ स्वराक्षरमस्ति अतः अर्थधातुकस्य इलादेः तस्य प्रसक्तिः नास्ति अनिट् प्रत्ययः अस्ति गै धातुः अपि अनिट् धातुः अस्ति किमर्थं चेत् अत्र अनु उपदे एका च उपदेशे अनुदात्ते तत् न कार्यं करोति सो धातुः अपि अनिट् प्रत्ययः अपि अनिट् इडागमः इडागमः प्रसक्तिः नास्ति अतः गा योगः अनीय तत्र सवर्णदीर्घसन्धि गानीय इति प्रातिपदिकं गानीयः अस्तु वा भगिनि हा गानीय गानीयं इति त्रिषु लिङ्गानि अस्तु समीचीनं धन्यवादः अग्रे अरविन्द महोदय धन्यवादः मीना भगिनी दृष्टवती वा भगिनी क्षम्यतां निच् प्रत्यये परे एव अस्तु समीचीनम् अरविन्द अरविन्द महोदय मा धातु मा धातु मागुमाने अदादिगुणे परस्मे प्रति अनिट् अस्ति एवं प्रत्ययः अस्ति अनियर् अर्धधातुक कित् कित् नित् नित् भिन्नः इति कृत्वा गुणस्य प्रभावः अस्ति अनियर् अकार आदिशब्दः अस्ति कृत्वा इडागमस्य चिन्तनं बि अपि न भवनीय भवति अजन्त अस्ति कृत्वा. तदनन्तरं मा धातो मा योगः अनीय इति मानीयं मानीय मानीयः मानीया मानीयम् सत्यं तत्र केवलं सवर्णदीर्घसन्धिः. अस्तु समीचीनं. एकः प्रश्नः भगिनि, द्विवादिगण अस्ति, द्विवादिगण मा धातु यदि अस्ति तर्हि य विकरण आयाति? भवान् वदतु इदानीं, भवान् वदतु प्रक्रिया कीदृशी अस्ति? न प्रक्रिया मायनीयं विकरण. इदानीं तत्र मूलसिद्धान्तस्य विषये प्रश्नः अस्ति भवतः. प्रक्रिया कीदृशी, कुत्र विकरणप्रत्ययः आयाति, अत्र प्रक्रिया कीदृशी अस्ति? अनियर् यदा धातुतः अनियर् प्रत्ययः योज्यते, प्रक्रिया कीदृशी अस्ति, कीदृशी प्रक्रिया? प्रत्ययः कीदृशी अस्ति, प्रत्ययः भिन्न अस्ति. अनियर् प्रत्ययः कीदृशः? आर्धधातुकप्रत्ययः अस्ति चेत् अत्र दिवादिभ्यः श्यन् आगच्छति वा? धन्यवादः. अत्र बुद्धं खलु, बुद्धं खलु, अतः एव सर्वदा प्रश्नः आर्धधातुकप्रक्रिया वा सार्वधातुकप्रक्रिया वा इति प्रथमः प्रश्नः. ततः अग्रे मा गच्छतु एव. अर्धधातुकप्रक्रिया अस्ति चेत् विकरणप्रत्ययः कदापि न आगच्छति. अतः दिवादिदिनशन् कदाचित् न आगच्छति. अहं स्मरामि न. धन्यवादः. अग्रे बुद्धधातुः. बुद्धधातु कुत्र स्तः? बुद्धधातु भवादिगण, बुद्धधातु भवादिगण अस्ति. उपधा आधारेण गुण भवति, गुण भवति यतः अनीर् प्रत्ययः अर्थात् कपि च कित् इत् भिन्नः अस्ति. तर्हि बुद्ध गन्तलघुपदस्य सूत्राधारेण बोध भवति, बोधनीयम्. भगिनि समीचीनं, बोधनीयम् इति समीचीनं. परन्तु एकः प्रश्नः, अनीर् सर्वदा नपुंसक् अस्ति वा न? न, अनियर् त्रिषु लिङ्गेषु अस्ति खलु रूपाणि. ओ त्रिशूल, सर्वदा नपुंसक नास्ति. बोधनीयः, बोधनीया, बोधनीयं, त्रिषु लिङ्गेषु रूपाणि. अवगच्छामि. अस्तु, धन्यवादः. अग्रे तत्र रमा भगिनी वदतु. लिख् लिख् योगः अनियर् अनियर् बलादि नास्ति, अतः इडागम अननुकूलः भवति. लिख् चेत् अस्ति, परन्तु इडागमः न भवति. लिख् योगः अनियर् अतः पुगन्तलघुपटस्य इति कारणात् लेख् भवति, गुणः भवति, लेख् लेखनीयं भवति. लेखनीयम् इति लेखनीयं लेखनीया लेखनीयम् इति त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति इति इत्युक्ते अत्र विनयमहोदयस्य प्रश्नः समीचीनः अस्ति अस्माकं कृते. सर्वदा प्रश्नः करणीयः अत्र, प्रक्रिया कीदृशी इति. तादृशप्रश्नः नास्ति चेत् सर्वत्र भ्रमः भवितुमर्हति. अत्र किमर्थं दिवादिभ्यः ष्यन् न आगच्छति इति तादृशप्रश्नः भवितुमर्हति. हा, आर्धधातुकप्रक्रिया इति वयम् अवगच्छामः चेत् कदाचित् कदापि अपि तत्र कथञ्चित् अपि तत्र विकरणप्रत्ययः नायाति. कर्तव्यं सर्वे आर्धधातुकप्रत्यये विकरणप्रत्ययः गणनिमित्तिकविकरणप्रत्ययः न आयाति. अस्तु, इदानीं तृच् प्रत्ययः विमला भगिनी, नियोगः तृच्. उच्चैः वदतु, न श्रूयते. अस्ति अस्ति भगिनि, तृच् प्रत्ययः तिङ् न तिङ् तिङ्क्षित् नास्ति, अर्धधातुकप्रत्ययः अस्ति. च हलन्त्यमिति चकारस्य चकारः अपगच्छति. चुटु न तृ अवशिष्यते. सत्यं, तृष्टतया अत्र निधातुः भगिनि. हा, निधातुः. हा, प्रथमं प्रत्ययः कीदृशः इति वदतु. आर्धधातुकप्रत्ययः तृच् प्रत्ययः आर्धधातुकप्रत्ययः. तृ ऋकार तु एक् प्रत्याहारे अस्ति. प्रत्याहारे अस्ति ऋकार, एक् प्रत्याहारे अस्ति, परन्तु किञ्चित् उच्चैः वदतु, न श्रूयते. हा, अस्तु, नि योगः तृ आर्धधातुकप्रक्रिया अपि च कित् नित् नित् नित् नित् भिन्न अस्ति. गुणस्य प्रसक्तिः अस्ति. एकक्षणम् एकक्षणं, तृ इति प्रत्ययः, इदानीं तृच् इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति. अनन्तरं तत्र कीदृशचिन्तनम् अस्ति अर्धधातुकप्रक्रियायां? यदि गुणः गुणस्य प्रसक्तिः अस्ति वा न वा इति, गुणस्य प्रसक्ति तस्मात् पूर्वं तत्र प्रत्ययस्य आर्धधातुकप्रक्रियां कीदृशचिन्तनं भवति? अस्तु, इडागमस्य सम्भवः अस्ति वा नास्ति वा इति न जानामि भगिनि, अत्र इडागमः भवति वा न वा इति. कीदृशप्रत्ययः अस्ति, कस्य इडागमः भवति, सूत्रं किं तत्र? अस्तु, वलादे सेट् वला अर्धधातुक सेट् वलादेः इति वलादे अस्ति. वलादिः अस्ति वलादि तृच् इति प्रत्ययः कीदृशप्रत्ययः? तत्र अन्यदपि सूत्रमस्ति खलु, जष्टु नास्ति जबगड दश. जष् प्रत्याहारे नास्ति, केवलं वल् किमर्थं जष् प्रत्याहारे इति वस् वदति? वश् खलु, डेड् वशीकृति इत्युक्ते अत्र नेड् वशीकृति इति सूत्रस्य सूत्रं तत्र प्रसक्तम् अस्ति न वा इति, तदर्थं किं चिन्तनीयं तत्र, प्रत्ययः कीदृशः स्यात्? यदि जश् प्रत्याहारे अस्ति किल, तदेव वश् प्रत्याहारे अस्ति चेत् वश् प्रत्याहारे अस्ति चेत् न भवति इति समीचीनं, परन्तु कस्य कीदृशप्रत्ययस्य तादृशचिन्तनम्? नेड् वशीकृति इति सूत्रं कस्य कृते तादृशचिन्तनं, कस्य निषेधः, कीदृशप्रत्ययस्य निषेधः? न जानामि. नेड् नेड् वशीकृति न इट् वशी कृत् अस्तु, कृत् प्रत्ययः अन्ते अस्ति चेत्. तृच् इति प्रत्ययः कृत् अस्ति वा? न, कृत् नास्ति. कथं जानीमः कृत्वा न वा? कृत् एव खलु, अकृत् अस्ति भगिनि, सोरि. कथं जानीमः कृत्येव? सनादि नास्ति. किं सनादिप्रत्ययः नास्ति, कृत् इति मन्ये. सनादिप्रत्ययः नास्ति, तिङ् अपि नास्ति, तिङ्क्षित् नास्ति, तिङ् नास्ति, सनादि नास्ति इत्युक्ते तिङ्क्षित् नास्ति इति नास्ति, केवलं तिङ् नास्ति. यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत् आम् अतः अत्र तृच् प्रत्ययः वलादिः अस्ति तृच् प्रत्ययः आर्धधातुकः अस्ति किञ्चित् भिन्नः इति कृत्वा आर्धधातुकः अस्ति अर्धधातुकः अस्ति चेत् अर्धधातुकस्य एड् वलादेः इति सूत्रेण वलादिः वा इति चिन्तनीयं प्रथमम् अर्धधातुकप्रत्ययः वा इति अर्धधातुकप्रत्ययः अस्ति चेत् वलादिः वा इति चिन्तनीयं वलादिः अस्ति चेत् पुनः चिन्तनीयं कृत् अस्ति वा प्रत्ययः इति चिन्तनीयम् अत्र तृच् प्रत्ययः कृत् अपि अस्ति कृत् अस्ति इति कृत्वा अत्र नेड् वशीकृति इति सूत्रस्य प्रसक्तिः अस्ति तर्हि तृच् इति प्रत्यये वशादिः अस्ति वा तृच् प्रत्ययः वश् प्रत्याहारस्य वर्णः अस्ति वा अत्र वश् प्रत्याहारस्य वर्णः नास्ति तृच् प्रत्ययः वश् प्रत्याहारे तकारः वश् प्रत्याहारे नास्ति अतः अत्र तृच् प्रत्ययः इड् अनुकूलः अस्ति इदानीं धातुः कीदृशः धातुः वयं निधातु सोरि निधातुः अनिट् इति पूर्वमेव उक्तं तर्हि नियोगः तृच् किं भवति गुणस्य प्रसक्तिः अस्ति भगिनि ने भवति नेतृ भवति हा नेतृ इति प्रातिपदिकं तृच् प्रत्ययः अर्धधातुकप्रत्ययः यः प्रत्ययः कित् इत् नित् भिन्नः कित् नित् नित् इत् भिन्नः अतः तत्र गुणः भवति नेत्र इति प्रातिपदिकं पुल्लिङ्गे नेता नेतारौ नेतारः हा स्त्रीलिङ्गे नेत्री अनन्तरं नपुंसकलिङ्गे नेत्र नेत्र एव अस्ति अस्तु समीचीनम् अग्रे उषा भगिनी चिदातुः नेतृशब्दं कथं ऋकारान्तशब्दानां तत्र अनङ् इति आदेशः भवति तदनन्तरम् उपधादीर्घः भवति इति प्रक्रिया अस्ति तत्र सुबन्तप्रक्रिया अस्ति ऋकारान्तशब्दानां प्रक्रिया अस्ति खलु कथं भवति इति इदानीं तत्र झटिति न वक्तुं शक्नोमि तत्र सुबन्तप्रक्रिया पठनीया भगिनी वयं सुबन्तप्रक्रिया अपि पठामः किं पठामः कोऽपि पाठयति चेत् पठामः ओ अस्तु भवती न पाठयति मम पार्श्वे समयः नास्ति भगिनी न अस्मिन् कक्षायामेव नास्ति किं तत् तत्र करपत्रं न दृष्टवती अतः पृच्छामि न करपत्रं नास्ति तत्र कोऽपि तत्र लिखित्वा पाठनीयम् अपि लिखित्वा पाठनीयम् अस्तु कदाचित् भविष्यति अग्रे चिन्ता मास्तु अग्रे भविष्यति इदानीं पठामः अग्रे इदानीं सार्वधातुकप्रक्रिया न समाप्ता सार्वधातुकप्रक्रिया न समाप्ता अतः बहु किमपि अस्ति पठनार्थं तदनन्तरं पठामः अस्तु अत्र कस्यचित् तत्र प्रतिध्वनिः अस्ति म्यूट् कुर्वन्तु उषा भगिनी चीदातु तृच् इति प्रत्ययः तृच् इति आर्धधातुकप्रत्ययः तृच् इति कृत् प्रत्ययः आर्धधातुकप्रत्ययः आर्धधातुकस्य इड् बलादेः इति सूत्रेण इडागमः भवितुम् अर्हति तृच् इति कृत् प्रत्ययः नेड् वशीकृति इति सूत्रेण न इड् भवति वश् प्रत्ययाहारे अस्ति चेत् तकार तृच् इति वश् प्रत्ययाहारे नास्ति नेड् वशीकृति इति सूत्रं प्रसक्तिः नास्ति बलादिप्रत्ययः अस्ति इडागमः भवितुम् अर्हति तृच् इति कित् नास्ति ङित् नास्ति चकारः हलन्तम् इति सूत्रेण इट् गोस् अवे तृच् लोप चकारः लोपः भवति चीयोगः तृ कित् ङित् नास्ति ङित् ङित् नास्ति अण्ड् पित् नास्ति. पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवितुम् अर्हति. छी धातु इकारान्त चकारयोगः इ पुगन्तलघुपदस्य च कित् ङित् नास्ति ङित् णिस्त् ओ पुगन्तलघु पुगन्तलघु केनाट् बिदे सार्वधातुक आर्धधातुकयोः सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति. छि इति ह्रस्व इकारः छे भवति गुणः. छे योगः तृ चेतृ चेतृ इति प्रातिपदिकः चेता धातुः अनित् इत्युक्तं खलु. छी धातु धातुतः छी धातु अनित् धातु अनित् धातु चेता इति पुल्लिङ्गरूपं चेता चेतारौ चेतारः अण्ड् चेत्री इति स्त्रीलिङ्गरूपम् अण्ड् चेतृ इति नपुंसकलिङ्गरूपं प्रातिपदिकं. वस्तुतः तत्र धातुः सेट् अस्ति चेत् तत्र रूपाणि प्रसिद्धानि. तत्र सेट् अस्ति चेत् धातुः ची धातुः सेट् अस्ति चेत् तत्र चैता इति रूपम् अस्ति. चैता चैतारौ चैतारः इति रूपम् इतोपि प्रसिद्धं. अस्तु अग्रे जयलक्ष्मी भगिनी अग्रे वदतु दादातुः. आं भगिनि दा च अनित् अस्ति अजन्तधातुः अस्ति. अनन्तरं दायोग तृच् इति भवति चेत् चकारस्य लोपानन्तरं दायोग कृ इति भवति. दातृ इति केवलं वर्णमेलनमेव पुल्लिङ्गरूपं पुल्लिङ्गरूप दाता दातारौ दातारः स्त्रीलिङ्गरूप दात्री दात्र्यौ दात्र्यः नपुंसकलिङ्गे दातृ एव भवति. समीचीनम्. अत्र ईश्वरः फलदाता इति वदामः खलु फलदाता दाता इति अस्ति. अस्तु अग्रे पमेला भगिनी वदतु गै धातुः. आं भगिनि गै धातु एजन्तदातुः अस्ति. तत्र इडागमस्य चिन्तनं नास्ति. तृच् आर्धधातुक प्रत्य कित् कित् नित् नित् नित् भिन्न प्रत्यय गुण भवितुम् अर्हति धातो अनुकूल अस्ति चेत्. चकार तृच् इत्यत्र चकारस्य हलन्त्यम् इत्यनेन लो इत्संज्ञा भूत्वा लोपो भवति. अधुना गै धातु गुणस्य प्रसक्ति अत्र इगन्त नास्ति अथवा गुणस्य प्रसक्ति नास्ति. अधुना आदेच् उपदेशे शिति इत्यस्य सूत्रेण अशिति प्रत्ययस्य परे एजन्तनाम् आत्वं भवति. सो गा भवति गा योगतृ गातृ भवति गाता गात्री गातृ इति रूपम्. समीचीनं समीचीनम्. अग्रे अरविन्द महोदय. गै धातुः गै अभवत् अग्रे गै अभवत् मा मा योगः तृच् मा विमाने अदाति परस्मैपदनिष्ठा अजन्तधातुः आकारान्तधातुः अस्ति. एवं प्रत्यय अस्ति तृच् तृच् इति अर्धधातुकप्रत्ययमस्ति. कित् गित् नित् नित् भिन्नः तस्य कारणेन गुणं भवति. सर्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्तमस्ति वा अङ्ग अङ्गमिगन्तमस्ति वा इगन्तमस्ति इगन्तं नास्ति दीर्घ आकारमस्ति इति कारणेन गुणस्य प्रभावः नास्ति सत्यम् इति मा योगः तृ मातृ इति प्रातिपदिकं माता मातृ मात्री समीचीनं सम्यक् अस्तु अग्रे वंशी भगिनी वदतु एकः प्रश्नः भवति ककारादौ इति प्रति परतः अस्ति कित् कुत्र अस्ति तृच् प्रत्ययः कित् अस्ति ओके ओके क्षम्यताम् ओके अस्तु वंशी भगिनि अग्रे लिख् धातु अस्ति भगिनि लिख् योग बुद्ध बुद्ध भवत्याः तत्र फेवरेट् बुद्ध अस्तु बुद्ध पूर्वमेव अस्ति किल न अस्ति वा क्षम्यताम् अस्तु बुद्ध इति अस्ति किल बुद्ध योगः तृच् अस्तु तत्र तत्र कित् नास्ति तकारः कित् नास्ति अतः तत्र गुणः भवितुम् अर्हति अतः बोध् इति भवति बोध्योगः तृ बोध् तत्र बोध् इति सेट् अस्ति अतः इडागमस्य चिन्तनं भवति अतः बोधितृ इति भवति बोधिता बोधित्रा बोधितृ इति रूपत्रयं पुल्लिङ्ग स्त्रीलिङ्गपुञ्च अपि च नपुंसकलिङ्गे भवति समीचीनम् अस्तु सुमन् भगिनि अग्रे पुनः रूपाणि कृपया वदतु भगिनि बोधितृ नपुंसति प्रातिपदिकं पुल्लिङ्गे बोधिता स्त्रीलिङ्गे बोधित्री नपुंसकलिङ्गे बोधितृ धन्यवादः भगिनि लिख् खलु भगिनि लिख् लिख् सेट् अस्ति अपि च इदानीं तृच् इद् अनुकूल अस्ति तत्र तत् कित् नित् नास्ति नित् अणित् अपि नास्ति अतः गुण भवितुं शक्नोति लिक् तत्र इकार लघु इकार उपधायाम् अस्ति लेख् भवति गुण भूत्वा लेख् भवति लेख् योग लेख् लेख् लेखित्र भवति प्रातिपदिकं लेख् लेखिता लेख् लेखित्री लेखित्र सम्यक् वा सत्यं लेखितृ लेखिता लेखित्री इति समीचीनं धन्यवादः अरुणा भगिनी भवती अस्ति वा न न श्रुतमेव पूर्वं क्षम्यतां भगिनि भवती आगतवती इति न ज्ञातमेव अस्तु भवती वदतु क्षम्यतां पट् धातु पट् धातु सेट् धातु अस्ति तृच् इति आददातुकप्रत्ययः वलादिप्रत्ययः इदनुकूलः कित् नित् नित् नित् भिन्नः ततः अत्र इक्वर् पट् धातु इक्वर् नास्ति ततः पट् योगः इ योगः तृच् तृ पठितृ पठिता पठित्रि पठितृ इति रूपम् बहु समीचीनं सम्यक् क्षन्तव्यं भगिनि अतः अत्र किञ्चित् विलम्बेन आगच्छति चेत् मम लिस्ट् मध्ये नास्ति चेत् अहं न जानामि यतोहि तत्र लिस्ट् बहु दीर्घमस्ति अतः अहं प्रत्येकं वारं तत्र न ज्ञातुं शक्नोमि कः आगतवान् न आगतवती मम लिस्ट् मध्ये नास्ति चेत् अहं न पश्यामि एव अतः संशयः अस्ति एकक्षणं भगिनि अत्र अतः कोऽपि विलम्बेन आगच्छति चेत् नाम उच्यतां तदानीमेव मम लिस्ट् मध्ये आगच्छति क्षम्यतां भगिनि अहं मध्ये स्वर्गमध्ये वक्तुं न इच्छामि तदा नास्ति चिन्ता, वदतु, चिन्ता नास्ति. अहम् आगतवती इति वदति चेत् अत्र लिस्ट् मध्ये आगच्छति. सि अहं न दृष्टवती. अस्तु अस्तु, तत्र प्रश्नः कः? मम प्रश्नः पठयोगः पठ इ तृ अत्र इडागमरूपेण आगत इकारमस्ति, तदपि गुणकार्यं करोति वा? तस्य गुणः नास्ति, इडागमस्य गुणः नास्ति, इडागमः प्रत्ययस्य भागः अस्ति. इडागमः प्रत्ययस्य भागः अस्ति, तस्य गुणः नास्ति. पठति धातोः विषये एव लिख कदं लेख भवति, तृच्च गुणकार्यं करोति, ततः लेख भवति. बट् ततः पूर्वमेव इकारः इडागमः भवति न, तु इन् बिट्वीन् आयाति न, लिख इति तृच् इति प्रत्ययस्य भागः अस्ति, न तु लिक् लेक् इत्यस्य. लेक् लेखी इति नास्ति तत्र, लेखी योगः तृच् इति कृत्वा लेके इति पुनः भवति वा इति भवत्याः प्रश्नः, तथा नास्ति. लेक् इति एव अङ्गम् अस्ति, तृच् इति प्रत्ययस्य भागः अस्ति इडागमः, अतः इडागमः लेक् इत्यस्य भागः नास्ति. धन्यवादः. अस्तु, सूर्यकुमारी भगिनी भवती वदतु, तत्र तव्यत् प्रत्ययः अस्ति, मी दातु तव्यत् प्रत्ययः किमस्ति रूपम्? वदतु भगिनि. नी धातुः तव्यत् प्रत्ययः, नियोगः तव्यत् तव्यत् तव्यत् प्रत्ययः अर्धधातुकप्रत्ययः. कृत् प्रत्ययः अपि यदा अनुकूलः भवति, नी धातुः इट अनुकूलः नास्ति, इडागमः न भवति, अर्धधातुक गुण भवति, योगः तव्यत् तकारलोपः भवति, नेतव्य गुणः भूत्वा ने नी ने भवति, तदनन्तरं नेतव्यं नेतव्य इति प्रातिपदिकं प्रातिपदिकम् अव्यये नेतव्यं नेतव्य इति श्रीलिङ्गे त्रिषु लिङ्गेषु रूपाणि. अस्तु, समीचीनं. तर्हि इदानीं तव्यत् इति अवशिष्टः अस्ति, अपि च तिन् इति अपि अवशिष्टः. तिन् इति प्रत्ययः तवतु तत् प्रत्ययः समानः अस्ति, झटिति कर्तुं शक्नुमः. अपि च अत्र किञ्चित् परिशिष्टम् अस्ति, तत् पठितुम् इच्छन्ति वा तत्र वर्गे? वर्गे पठितुम् इच्छन्ति वा, नो चेत् गृहपाठरूपेण पठन्तु, वयम् अग्रे सर्तुं शक्नुमः. गृहपाठरूपेण कुर्मः भगिनि, गृहपाठरूपेण कुर्वन्ति वा सर्वैः? तर्हि वयम् अग्रे सर्तुं शक्नुमः इति. तत्र केवलं तत्र तिन् प्रत्ययस्य तत्र रूपं तत्र समानं भवति, किञ्चित् अग्रे पश्यामः, तदनन्तरं तत्र अग्रे सर्तुं शक्नुमः. अस्तु अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः.